पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 192 पार्वत्युवाच उक्तं सप्तदशाध्यायगौरवं भवदा शिव सत्त्वमष्टादशाध्यायमहिमानमुदीरय ईश्वर उवाच आकर्णय चिदानन्द निष्पादिनिगमोत्तरं पुण्यमष्टादशाध्यायमाहात्म्यं गिरिनन्दिनि समस्तशास्त्रसर्वस्वं श्रोत्रप्राप्तं रसायनं संसारयादनाजालविदारणपरायणं परं रहस्यं सिद्धानामविद्योन्मूलनक्षमं चैतन्यं कैडभारादेरग्रगण्यं परं पदं विवेकवल्लरीमूलं कामक्रोधमलापहं पुरन्दरादिगीर्वाणचित्तविश्रामकारकम् सनकादिमहायोगि मनोरञ्जनकारणं पाठमात्रपराभूतकालकिङ्करगर्जितम् अष्टोत्तरशतव्याधिमूलोन्मूलनकारकं नादः परतरं किञ्चिद्रहस्यं हंसगामिनि उपतापत्रयहरं महापादकनाशनं यथा कालेष्वहं नित्यो यथा पशुषु कामधुक यथा व्यासो मुनीन्द्रेषु व्यासेषु ब्रह्मवित्तमः यथा दिवौकसां शक्रो गुरुशक्राद्यथा वरः यथा रसानां पीयूषमुत्तमं विश्वविश्रुतं तथा गिरीणां कैलासो यथा चन्द्रो दिवौकसां तीर्थानां पुष्करं तीर्थं यथा पुष्पेषु पङ्कजम् पतिव्रतासु नारीषु यथा लोकेष्वरुन्धती यथा मखेष्वस्वमेधो यथोद्यानेषु नन्दनं यथा रुद्रेषु सर्वेषु वीरभद्रो ममानुगः यथा दानेषु भूदानम् यथा सिन्धुषु गौतमी यथा लोके हरिक्षेत्रं प्रशस्तं धर्मकर्मसु तथैवाष्टादशाध्यायमाहात्म्यं भुवनोत्तरं तत्राख्यानमिदं पुण्यं भक्त्या कर्णयपार्वती यथा कर्णनमात्रेण जन्तुपापै प्रमुच्यते अस्ति मेरुगिरे शृङ्गे पुरी रम्यामरावती पुरा मम विनोदाय निर्मिता विश्वकर्मणा निरन्तरं गुणयुता कोडिगीर्वाणसेविता तेजःपुञ्जवती साक्षात् ब्रह्मविद्येव विश्रुता चिन्तामणिशिलाबद्धा प्रासादा यत्र कामदाः जयन्ति मेरुशिखरे चतुर्मुखपुरावधि यत्र कल्पद्रुमच्छाया सुखासीना पुलोमजा शृणोति श्यामलागीर्भिर्गीतं गन्धर्वयोषितां यत्रास्ते सबलाराधिर्देवैश्च दलितायुषां दैत्यानां रक्तकल्लोलैः स्वर्धुनी शोणतां गदां पुरातनशुद्धा स्वादुस्मारं स्मारं दिवौकसः धयन्ति यत्र क्षुक्षामा कलां प्रत्यहमैन्दवीं तस्यां कैवल्यकल्पायामासीत् पूर्वं शतक्रतुः शची समन्वितश्रीमान् सर्वगीर्वाणसेवितः स कदाचित् सुखासीनो विष्णुदूतैरधिश्रुतं सहस्रनेत्र मायां तमपश्यत् पुरुषं परम् ततस्तदीयतेजोभिरभिभूतः पुरन्दरः मणिसिंहासनात्तूर्णं पतितस्थानमण्डपे सिंहासनात् प्रयातस्य ततस्तस्य हरेर्भटाः गीर्वाणगणसाम्राज्यपट्टबन्धं वितेनिरे अध तस्याभिषिक्तस्य महेन्द्रस्य पुलोमजा वामाङ्गमारुरोहाशु दिव्यदुन्दुभिनिस्वनैः अध त्रिदिव सङ्गीत गीर्वाणा प्रमदान्विताः सुरा नीराजयामासुर्दिव्यरत्नैः सुरस्त्रियः ततो वैऋषयो वेदैराशीर्वादास्तदा दधुः रम्भाद्या न नृतुस्तस्य पुरस्तादप्सरोगणाः गन्धर्वा ललितालापान् जगुर्मङ्गलकौतुकम् एवं नूतनमिन्द्रं तु जुष्टं बहुभिरुत्सवैः विना शतक्रतुं दृष्ट्वा चक्रो विस्मयमाययौ न मया विहिता मार्गे तडागानविनिर्मिताः नरोपिता महावृक्षाः पान्थविश्रान्तिकारकः न कदाचिदहो दृष्टो देवस्त्रिपुरभैरवः निधिवास्ये स्थिता देवी पूजिता न मदालसा मेकं करस्थितशार्ङ्गधरो नैव निरीक्षितः न कृतं विरजे स्नानं नैवं काशीं पुरीं गतः न देव वाटिकावासी दृष्टो नरहरिस्वयं येरण्डविष्णुर्हेरम्बो न जादुपरिशीलितः रेणुकानेक्षिदा जादु मादा पुरनिवासिनी न भक्त्या पूजिता देवी दाना पुरनिवासिनी न भक्त्या त्रिपुरे दृष्टस्त्रिलिङ्गस्त्रियम्बगस्वयं न शार्दूलतडागस्थो वीक्षितः सोमनाथकः रेवापुरस्थितो देवो घुसृणेशो न वीक्षितः नागदन्तपुरे ख्यातो नागनाथो न वेक्षितः पर्णग्रामस्थितो दृष्टो न महानमृदेश्वरः न तुङ्गभद्रातीरस्थो दृष्टो हरिहरस्वयम् न वेङ्कडाद्रिनिलयश्रीनिवाससुलक्षितः कावेरीकर्णिकातीरे श्रीरङ्गो नैव वीक्षितः दीनास्त्वनाथ क्रोशन्धकारागारान्नमोचिताः अन्नदानेन दौर्भिक्षे प्राणिनो नैव पूजिताः रात्रौ रात्रौ कृता क्वापि निर्जले नोतकप्रभा न गौतम्यां कृतं स्नानं न दृष्टो हरिणेश्वरः कृष्णवेण्यां च न कृतं स्नानं कन्यागदे गुरौ दत्तं नो भूखण्डमपि कवयो नैव पूजिताः न तीर्थेषु कृतं सत्रं न ग्रामेषु कृतामखाः पुष्करिण्यो न विहिता मध्ये मार्गं बहुदकाः न प्रासादा कृदा क्वापि ब्रह्मविष्णु पिनाकिनां न जातुचिद्भयाक्रान्ता रक्षिता शरणागताः कथमेकेन पुण्येन देवदत्तमिहार्जितम् इति चिन्ताकुलो भूत्वा हरिं प्रष्टुं पुरन्दरः ययौ सरभसङ्किन्नः क्षीरकूपारगह्वरं तत्र प्रविश्य गोविन्दं कृतनिद्रं न वैस्तवैः अकस्मान्निजसाम्राज्यभ्रंश दुःखमुवाचः इन्द्र उवाच रमाकान्त भवत्प्रीत्यै कृतं क्रतुशतं पुरा तेन पुण्येन सम्प्राप्तं मया पौरन्दरं पदम् इदानीं नूतनकोऽपि जादो दिवि पुरन्दरः न तेन धर्मो विहितो न तेन क्रदव कृताः मम सिंहासनं दिव्यं कथमाक्रान्तमच्युत महादेव उवाच इत्येवं वदतस्तस्य श्रुत्वा वाचं रमापतिः उन्मीलितस्मिताक्षोसा उवाच मधुरं वचः श्रीभगवानुवाच किं दानैरल्पफलदैः किं तपोभिः किमध्वरैः वर्तमानः क्षितितले सत्त्वं प्रीणितवान् पुरा इन्द्र उवाच भगवन्कर्मणा केन सत्त्वां प्रीणितवान् द्विजः यत्प्रीत्या भगवान् प्रादा तस्मै पौरन्दरं पदं श्रीभगवानुवाच जपत्यष्टादशाध्याये गीतानां श्लोकपञ्चकं यत्पुण्येन च सम्प्राप्तं तव साम्राज्यमुत्तमं सर्वपुण्यशिरोरत्नभूतेन त्वं स्थिरो भव इति विष्णोर्वच श्रुत्वा ज्ञातोपायं पुरन्दरः विप्रवेशधरो भूत्वा गदो गोदावरीतटं तत्रापश्यत्पुरं पुण्यं कालिकाग्राममुत्तमं यत्र कालेश्वरो देवो वर्तते कालमर्दनः तत्र गोदावरीतीरे स्थितं परमधार्मिकम् अपश्यत्करुणावन्दं ब्राह्मणं वेदपारगम् नित्यमष्टादशाध्यायम् जपन्तम् दान्तचेतसम् ततस्तच्चरणद्वन्द्वे लुठित्वा परया मुदा सत्त्वमष्टादशाध्यायमपठत्तेन शिक्षितम् अथ पुण्येन तेनाशौ विष्णोः सायुज्यमाययौ हित्वा पुरन्दरादीनां देवानां पदमल्पकम् ज्ञात्वातीव मुदा युक्तो वैकुण्ठमगमत्पुरम् अत एव परं तत्त्वं मुनीनामिदमुत्तमम् दिव्यमष्टादशाध्यायमाहात्म्यं कथितं मया यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते इत्येवं गीतामाहात्म्यं कथितं पापनाशनं पुण्यं पवित्रमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत् यशृणोति महाभागे श्रद्धया संयुधः पुमान् सर्वयत्नफलं प्राप्य विष्णोः सायुज्यमाप्नुयात् इति श्रीपाद्मे महापुराणे उत्तरखण्डे सदीश्वरसंवादे गीतामहात्म्ये द्विनवत्यधिकशततमोऽध्यायः ॐ